गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र द्रव्यप्रत्यक्षं केन भवति इति। तत्र वयं दृष्टवन्तः तत्र परिमाणं समीचीनं भवेत् नाम तत्र परिमाण इति विषये तत्र लघु इति अस्ति। तत्र लघु नाम परमाणुपरिमाणं तत्र परमाणवः अपि द्वयणुकयोः तत्र परिमाणं लघु अस्ति। तत्र अपि तत्र आकाशः कालः इति एतेषां द्रव्याणां तत्र परिमाणं तत्र बृहत् अस्ति इति नाम तत्र महत् परिमाणम् इति अस्ति। अतः तत्र परिमाणं यदि महत् अस्ति अथवा परमाणुपरिमाणम् अस्ति चेत् तत्र न दृश्यते। अतः तत्र तस्य द्रव्यस्य प्रत्यक्षं न भवति। अतः तत्र उक्तमासीत् नाम तत्र मध्यमपरिमाणं भवेत् इति अथवा परमाणु अतिरिक्तपरिमाणं भवेत् इति तत्र आसीत्। अपि तत्र उद्भूतरूपं भवेत् इति एतावत् अस्माभिः पठितम्। अतः तत्र किं भवति तत्र आकाशस्य तत्र प्रत्यक्षं न भवति यतोहि आकाशः तत्र अपि वायुः तयोः तत्र तत्र वायुः अस्ति इति जानीमः अपि तत्र आकाशः अस्ति इति जानीमः किन्तु तेषां प्रमाणं तत्र प्रत्यक्षज्ञानं नास्ति। तत्र प्रत्यक्ष इन्द्रियेण यत् ज्ञानं भवति तस्य नाम अस्ति प्रत्यक्षज्ञानं। तत्र चक्षुषा यत् ज्ञानं भवति तद् प्रत्यक्षज्ञानं, घ्राणेन्द्रियेण यत् ज्ञानं भवति तदपि प्रत्यक्षज्ञानं, किन्तु आकाशस्य अस्माकं प्रत्यक्षज्ञानं नास्ति नापि तत्र वायोः प्रत्यक्षज्ञानम्। अतः तत्र इदानीम् अस्माकं पुरतः तत्र प्रश्नः अस्ति नाम तत्र अस्ति तत्र वायुः अस्ति आकाशः अस्ति किन्तु तेषां प्रत्यक्षज्ञानं नास्ति चेत् तत्र वायुः अस्ति अपि आकाशः अस्ति इति विषये प्रमाणं किम्। तत्र न्यायशास्त्रे प्राधान्यमस्ति प्रमाणं नाम तत्र यथा तत्र व्याकरणे पदम् इति तस्य प्रामुख्यम् अस्ति अपि तत्र मीमांसे वाक्यस्य तत्र वाक्यार्थः एव मीमांसः इति तत्र मूलविषयः मीमांसाशास्त्रस्य इति वाक्यं व्याकरणस्य मूलविषयः अस्ति पदं तथैव तत्र न्यायशास्त्रस्य मूलविषयः अस्ति प्रमाणं तत्र ज्ञानं ज्ञानस्य ज्ञानं कथं भवति ज्ञानस्य प्रकाराः के सम्यक् ज्ञानं कथं ज्ञानं सम्यक् अस्ति इति कथं जानीमः इति एते विषयाः एव तत्र न्यायशास्त्रे अन्तर्भूताः सन्ति। अतः इदानीं तत्र आकाशः अस्ति अपि वायुः अस्ति इति प्रत्यक्षज्ञानं नास्ति चेत् किम् इति तत्र अनुमानम् इति वयं दृष्टवन्तः। अनुमानस्य तत्र साधारण उदाहरणं तत्र गतवर्गे अपि वयं तत्र दृष्टवन्तः तत्र कोऽपि वदति वा तत्र अनुमानस्य साधारण उदाहरणं प्रसिद्ध उदाहरणं किम् इति कोऽपि वदति वा? पर्वते धूमः हा समीचीनं हा तथैव तर्हि समीचीनम्। अतः तत्र धूमः अस्ति धूमस्य प्रत्यक्षज्ञानम् अस्ति वा इति चिन्तनं धूमस्य प्रत्यक्षज्ञानं धूमं पश्यामः धूमं पश्यामः अतः धूमः अस्ति इति तस्य प्रत्यक्षज्ञानम् अस्ति। तेन किं कस्य ज्ञानम् उद्भवति? तेन वह्निः अस्ति इति हा पर्वते वह्निः अस्ति अतः पर्वतः हा यद्यपि वयं वह्निः न पश्यामः वह्निः प्रत्यक्षज्ञानं नास्ति किन्तु तत्र जानीमः तत्र पर्वतः धूमवान् नाम पर्वते धूमः अस्ति चेत् पर्वते वह्निः अस्ति अतः पर्वतः धूमवान् इत्येन पर्वतः वह्निमान् इति ज्ञानं भवति. एतादृशज्ञानस्य नाम अस्ति तत्र अनुमितिः अथवा अनुमानेन एतत् ज्ञानं प्राप्तमस्ति. अतः तत्र तादृशमेव तत्र आकाशस्य अपि वायोः प्रत्यक्षज्ञानं नास्ति, किन्तु अनुमानम् अनुमानेन ज्ञानं भवति इति अस्ति. अतः तत्र ततः आरभ्य पठामः तर्हि. अस्तु, तर्हि तत्र हा एतावत् तत्र ये सन्ति एकनिमिष. तत्र उपेन्द्रमहोदय नमस्कारः, शोभा भगिनी नमस्कारः, पद्मा भगिनी नमस्कारः, नीता भगिनी नमस्कारः, नमस्ते महोदय, अपि प्रेमलता भगिनी नमस्कारः, धनश्री भगिनी नमस्कारः, नमस्ते नमस्कारः, दीप्ति भगिनी नमस्कारः, नमस्कारः, मूर्ति महोदय नमस्कारः, चन्द्रमति नमस्कारः, नमस्कारः. अपि अत्र अन्यत् नाम अस्ति तत्र, किन्तु नाम न जानामि. तत्र एम् पी मीट् इति अस्ति तत्र. आचार्य, मृणालिनी अस्मि. मृणालिनी, मृणालिनी भगिनी नमस्कारः, मृणालिनी भगिनी नमस्कारः. अस्तु तर्हि आरम्भं कुर्मः. तर्हि तत्र योगेन्द्रमहोदय तत्र पठति वा तत्र किं तर्हि तयोः सत्त्वे प्रमाणमिति. अस्तु, नमस्कारः महोदय, आरम्भं करोमि. किं तर्हि तयोः सत्त्वे प्रमाणम् अनुमानं पृथिव्यादित्रिके यादृशस्पर्शः वर्तते तत् विजातीयस्पर्शः अनुभूयमानः यः स आश्रयभूतद्रव्यम् अपेक्षते इति तद् आश्रयतया वायुः सिद्ध्यति. हा, इति गतवर्गे पठितमासीत्, किञ्चित् वदति वा महोदय. नाम वायुः सिद्ध्यति, तत्र वायुः अस्ति इति वयं जानीमः. केन जानीमः वायुः अस्ति? स्पर्शेन जानीमः. हा, स्पर्शः अस्ति इति जानीमः. कीदृशस्पर्शः? स्पर्शस्य अनुभवः अस्माकं भवति, साक्षात् स्पर्शः भवति. हा, साक्षात् नाम तत्र प्रत्यक्षम्. उष्णस्पर्शः अस्ति चेत् वयं जानीमः तत्र उष्णवायुः अस्ति, शीतस्पर्श अपि भवति. शीतस्पर्शः अस्ति चेत् जलम् अस्ति इति जानीमः. जलम् अस्ति इति आशय जलम्. उष्णस्पर्शस्य आशय अस्ति तेजः. तेजः, अग्निः. किन्तु हा, किन्तु यदि तत्र अनुष्ण अपि तत्र अशीत स्पर्शः अस्ति, तदा केवलं तत्र पृथिव्याम् अथवा पृथिव्यां भवितुम् अर्हति. किन्तु तत्र पृथ्वी नास्ति चेत्, पृथ्वी इति आशयः नास्ति चेत् अनुभवामः. पृथ्वी नास्ति किन्तु शीतस्पर्शः अपि नास्ति, उष्णस्पर्शः अपि नास्ति, तदा किं तादृश अनुभवेन वयं जानीमः एतस्य स्पर्शः, स्पर्शः गुणः इति कृत्वा तस्य आश्रयः कोऽपि भवेत्, आश्रय अपेक्षते. कोऽपि भवेत्, कः आश्रयः इति न. किन्तु आश्रयः, आश्रयः जलं न भवितुम् अर्हति, यतोहि शीतस्पर्शः नास्ति. तेजः न भवितुम् अर्हति, यतोहि उष्णस्पर्शः नास्ति. अपि पृथ्वी नास्ति इति साक्षात् पश्यामः, अतः पृथ्वी अपि नास्ति. अतः अन्यत् किमपि द्रव्यं भवेत्, यतोहि गुणः, गुणस्य आश्रयः सर्वदा द्रव्यम् अस्ति. अतः किमपि द्रव्यं भवेत्, तस्य द्रव्यस्य नामकरणमेव नाम वायुः इति. अतः वायुः अस्ति इति अनुमानेन स्पर्शः अस्ति, तत्र तादृशस्पर्श अस्ति इति कृत्वा वायुः अपि तस्य आशयः अपि अस्ति इति जातम्. अतः तत्र स्पर्शेन वायुः अस्ति इति ज्ञानं भवति. अतः तत्र अनुमानम् इति एतादृशज्ञानस्य नामकरणम् अस्ति अनुमानम्. समीचीनं, धन्यवादः महोदय. अस्तु, अग्रे तत्र शोभा भगिनी अग्रिमवाक्यम् एवमेव. एवमेव शब्दरूपगुणस्य आशयभूतं द्रव्यम् आवश्यकम् इति तदाश्रयतया आकाशः सिध्यति. तत्र एवमेव इत्युक्ते यथा अनुमानेन यदि शीतस्पर्शः अस्ति चेत् जलम्, उष्णस्पर्शः अस्ति चेत् तेजः, अपि च तत्र द्वे अपि नास्ति चेत् अनुमानेन वायुः इति ज्ञातुं शक्नुमः. स्पर्शस्य स्थले साक्षात् ज्ञानं भवति आश्रयस्य, साक्षात् ज्ञानं भवति जलं, किन्तु यदा नास्ति, यदा नास्ति तदा अनुमानेन वायुः इति. द्वयोः अपि तत्र किं तत् न सन्ति, जलं नास्ति, जलं नास्ति, जलं नास्ति, तत्र शीतस्पर्शः नास्ति, तेजः नास्ति, जलं नास्ति, पृथ्वी अपि नास्ति इति, यदि अपि नास्ति इति यदि जानीमः चेत् तादृश्यां स्थित्यां तत्र वायुः एव भवेत् इति अनुमानेन सिद्ध्यति. समीचीनं सिद्ध्यति. तथा एव शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् आवश्यकम् इति तदाश्रयतया आकाशः सिद्ध्यति. आकाशस्य गुणः शब्दं, शब्दस्य प्रत्यक्षज्ञानम् अस्ति वा अस्माकं, शब्दस्य श्रोत्रेन्द्रियेण प्रत्यक्षज्ञानं भवति, भवति, अतः शब्दः शब्दस्य प्रत्यक्षज्ञानं न भवति, आशयस्य ज्ञानं न भवति. समीचीनं. किन्तु तत्रापि तथा एव अनुमानेन तस्य आशयः आकाशम् इति ज्ञातुं शक्नुमः इति अस्ति. तत्र शब्दः तत्र जलेन भवितुम् अर्हति, अपि तत्र पृथिव्यां न भवितुम् अर्हति, वायो न भवितुम् अर्हति, तेजसि न भवितुम् अर्हति. अतः तत्र शब्दस्य आशयः अन्यत् किमपि द्रव्यं भवेत् इति कृत्वा नूतनद्रव्यं नाम आकाशः इति. यतोहि तत्र तत्र जानीमः गुणस्य विषये जानीमः, अतः तत्र पृथ्वी नास्ति, जलं नास्ति, तेजः नास्ति, वायुः नास्ति इति निर्धारित्वा आकाशः एव भवेत् इति भवति. अतः तत्र आश्रयः कोऽपि भवेत् यतोहि गुणः अस्ति, गुणस्य आश्रयः द्रव्यम्, अतः अन्यत् किमपि द्रव्यं भवेत् तद्द्रव्यम् आकाशः इति इदानीम् अनुमानेन सिद्ध्यति. अस्तु, समीचीनम्. अपि च शब्दः आकाशे एव भवति इति ज्ञानं इति अपि जानीमः. तत्र वयं लक्षणवाक्यं दृष्टवन्तः, शब्दगुणकम् आकाशम् इति. अतः तत्र इति आकाशस्य, आकाशः अस्ति इति जानीमः, किन्तु आकाशस्य प्रत्यक्षज्ञानं नास्ति, किन्तु अनुमानेन एव तस्य ज्ञानं भवति इति वार्ता. समीचीनम्. अस्तु, योगेन्द्रमहोदय, धन्यवादः भगिनी. योगेन्द्रमहोदय, धन्यवादः महोदय. महोदय, प्रश्नः अस्ति महोदय, आकाशः आश्रयः अस्ति शब्दगुणस्य वा शब्दस्य वहनं करोति, यु नो, कुत्रापि ध्वनिः भवति तदा आकाशेन एव अस्माकं, यु नो, इन्द्रिय तत्र. सत्यं महोदय, किन्तु आकाशः इति केवलं तत्र एर् इति नास्ति, अपि तत्र स्कै इति अपि नास्ति, तत्र आकाशः नाम अत्र स्पेस् इति एव. समीचीनं. तत्र नाम तत्र तरङ्गः इति वयं चिन्तयामः खलु, शब्दः तरङ्गरूपेण चलति इति. तादृशचिन्तनम् अत्र अपि अस्ति महोदय. सत्यम्. अत्र आकाशः शब्दस्य आश्रयः इति. अस्तु, आश्रयः वहनं करोति, तथापि शब्दस्य आश्रयः आकाशः. वहनं तत्र कथम् इति तत्र किञ्चित् अग्रे उक्तमस्ति महोदय, तत्र पश्यामः. तेषां किञ्चित् भिन्नम् अस्ति, किन्तु अग्रे पश्यामः तत्र कथम् अस्ति इति. अस्तु, धन्यवादः. अस्तु, अग्रे पद्मा भगिनी अग्रे पठति वा. तत्र च अनुमानेन सिद्ध्यतः पदार्थस्य बहुत्वज्ञानाय काचन साधकयुक्तिः अस्ति चेत् तस्य बहुत्वं स्वीक्रियते एव. अनुमानेन सिद्ध्यतः वायुः, तत्र स्पर्शः वायुः अस्ति, अनन्तरं शब्दः आकाशे अस्ति इति वयम् अनुमानेन एव वयम् अवगच्छामः. प्राप्तवन्तः समीचीनं इदानीं तादृशस्य तादृशपदार्थः यदस्ति वायुः वा आकाशः वा साधकयुक्तिः अस्ति चेत् तादृश अनुमानेन सिद्ध्यतः पदार्थस्य नाम अनुमानेन सिद्ध्यतः पदार्थस्य तत्र सिद्ध्यतः पदार्थस्य इति तत्र प्रथमाविभक्तिरूपं किमस्ति कोऽपि वदति वा सिद्ध्यतः पदार्थस्य इति षष्टिः अस्ति प्रथमाविभक्तिरूपं किमस्ति सिद्ध्यति पदार्थः न न पदार्थः पुल्लिङ्गे अस्ति सिद्ध्यन् सिद्ध्यन् हा सिद्ध्यन् सिद्ध्यन् पदार्थः नाम सिद्ध्यति अनुमानेन यः पदार्थः सिद्धः अस्ति तस्य पदार्थस्य इदानीम् अग्रे अस्ति भगिनि बहुत्वज्ञानाय बहुत्वज्ञानाय तत्र एकत्वम् एकमेव पदार्थ एकमेव अस्ति वा अथवा बहुत्वम् अस्ति वा इति तादृशज्ञानाय किम् अपेक्षितमस्ति साधकयुक्तिः हा को कापि साधकयुक्तिः अस्ति चेदेव तत्र बहुत्वं स्वीक्रियते नाम किमपि अन्यत् कारणं भवेत् केवलम् अस्ति इति कृत्वा अनेकम् इति न स्वीकुर्मः तस्य अनेकत्वं न स्वीकुर्मः अन्यत् अधिकं कारणं यदि अस्ति चेदेव तत्र बहुत्वम् अस्माभिः स्वीक्रियते अस्तु अनुभूयते च अनुमितस्य अपि वायोः नानात्वम् अन्यो हि समीरिणः वृक्षादिकम्पनहेतुः वृक्षादिकम्पनेन अस्तु अन्यश्च शरीरान्तः सञ्चारी प्राणः यथा वा आत्मसुखादिप्रत्यक्षाय चक्षुरादि भिन्नम् इन्द्रियं मनोरूपम् अनुमितम् अनुभूयते अनुमितस्य अपि वायोः नानात्वं वायुः वायोः नानात्वम् अस्ति इति वयम् अनुमानेन कर्तुं शक्नुमः तत्र वायोः नानात्वम् अनुभूयते खलु वायोः नानात्वम् अनुभूयते अस्माभिः वायोः नानात्वम् अनुभूयते तत्र वायोः इति पदस्य विशेषणमस्ति अनुमितस्य अनुमानेन सिद्ध्यति इत्यनेन एव अनुमितः किल अनुमितः वायुः अनुमितस्य वायोः नानात्वम् अस्ति इति वयम् अनुभवामः कथम् इति अग्रे उच्यते अग्रिमवाक्यं समीरिणः समीरिणः इत्युक्ते वायुः वृक्षादिकम्पनहेतुः वृक्षादि कम्पनेन वयं ज्ञातुं शक्नुमः वायुः अस्ति इति अतः तत्र कम्पनस्य कारणमस्ति वायुः वायुः हेतुः हेतुः नाम कारणम् अतः वृक्षे या कम्पना अस्ति तस्याः कारणमस्ति वायुः नाम समीरणः सः एकविध समीरणः वायोः एकविध अस्ति अन्यः अस्ति शरीरान्ते पञ्चप्राणाः सन्ति खलु तदपि तत्र शरीरान्ते सञ्चारं सञ्चारं नाम शरीरस्य अन्ते सञ्चारणं यः करोति सः प्राणः इति नाम्ना अस्ति सः अपि वायुः अस्ति अतः तत्र शरीरान्ते यः वायुः अस्ति सः भिन्नः अस्ति अपि यः वायुः वृक्षादिकम्पनेन अतः वयं जानीमः तत्र वायुः वायोः अनेकत्वम् अस्ति इति अनुभवः अस्ति खलु अस्माभिः तर्हि अतः तत्र अस्माकम् अनुभवः अस्ति अतः अस्माभिः अनुभूयते वायोः नानात्वम् इति समीचीनं भगिनि धन्यवादः एकः सन्देहः तत्र बहुत्वज्ञानाय फलं किं किमर्थं बहुत्वम् स्वामी ज्ञातव्यम्। न न नाम तत्र पदार्थः अस्ति चेत् तत्र एकमेव पदार्थः एकमेव अस्ति वा एकः एव अस्ति वा अथवा अनेकाः सन्ति वा इति प्रश्नः उदेति खलु। नाम तत्र नूतनपदार्थः अस्ति एतावत् तस्य विषये वयं किमपि न जानीमः, तदा एकः एव अस्ति वा अथवा अनेके सन्ति वा इति प्रश्नः उदेति खलु तर्हि। हा अतः तत्र वदन्ति अत्र किम् उक्तमस्ति सारल्यार्थम् एकम् इति चिन्तयामः। अग्रेपि तस्य किञ्चित् अधिकम् उक्तमस्ति सारल्यार्थम् एकमेव इति चिन्तनं भवति। यदि अन्यत् कारणमस्ति तदा एव बहुत्वं स्वीक्रियते। नाम नागवार्थम् एकः इति स्वीकुर्मः, एकं नास्ति इति एकस्य चिन्तनेन एकमेव अस्ति इति चिन्तनेन कापि हानिः अस्ति चेत् तदा अस्तु अस्तु एकं नास्ति इति वा अस्तु तर्हि अनेकाः इति चिन्तनं भवेत् इति। अतः तत्र कापि युक्तिः भवेत् अनेकत्व परन्तु आकाशस्य तादृशं युक्तिः नास्ति किल इति। हा अग्रे भवति भगिनि इदानीं केवलं वायोः अनेकत्वम् इति अस्ति, अग्रे आकाशस्य विषयः आगच्छति। समीचीनं भगिनि उत्तमप्रश्नः। अतः तत्र प्रथमतया तत्र वायोः विवरणमस्ति, तदनन्तरं मनसः, तदनन्तरम् आकाशस्य। प्रश्नः भगिनि प्रश्नः वदतु भगिनि। साधकयुक्ति इत्युक्ते किम्? साधकयुक्तिः नाम तत्र बहुत्वं यत् युक्त्या साधय तस्य साधनं कुर्मः, युक्त्या बहुत्वस्य बहुत्वं साधयामः, अतः तत्र साधकयुक्तिः इति। अस्तु अस्तु अस्तु अस्तु महोदय धन्यवादः। तस्य साधनं केना कयापि युक्त्या भवति इति चेत् नाम कारणेन, किमपि कारणं भवेत् येन वयं सम्यक् ज्ञातुं शक्नुमः अस्तु अस्तु बहुत्वम् अस्ति अत्र इति। अस्तु महोदय धन्यवादः। हा समीचीनं भगिनि। हा अस्तु अग्रे तत्र नीता भगिनी अग्रे पठति वा यथा च यथा वा इति। हा यथा वा आत्मसुखादिप्रत्यक्षाय चक्षुरान्न भिन्नमिन्द्रियं मनोरूपम् अनुमेतं, तस्य अनेकत्वमपि आवश्यकम्। एकेनैव परमाणुरूपेण मनसा सर्वेषाम् आत्मनां युगपत् सुखदुःखाद्यसम्भवात्। अतः मनसः अनुमानसिद्धत्वेऽपि तस्य बहुत्वं स्वीक्रियते। अत्र मन इन्द्रियस्य विषये दत्तमस्ति। इतपर्यन्तं वयं जानीमः अनेकत्वं यदि अस्ति तत् कथं वयं अत्र अनेकत्वं यथा सिद्ध्यते, मनसः अपि अनेकत्वम् अस्ति एवं एकः तत्र एकम् एव मनः इति न, तत्र मनांसि इति अस्ति, तस्मिन् विषये अपि अनेकत्वम् अस्ति। यथा आत्मसुखादिप्रत्यक्षाय चक्षुरादिभिन्नम् इन्द्रियं मनोरूपम् अनुमितं, तत्र मनः अपि अनुमानेन प्राप्तम् इति दत्तमस्ति। तत्र मनः अपि तत्र नाम तत्र सुखदुःखस्य अनुभवः भवति, सुखदुःखः तत्र प्रत्यक्ष तत्र बहिरिन्द्रियेण न भवति खलु तेषां ज्ञानम्। अतः तत्र सुखदुःख इत्यादयः आत्मनगुणाः सन्ति, तेषां प्रत्यक्षं ज्ञा अस्ति अस्माकं, किन्तु बहिरिन्द्रियैः एतद् सुखस्य ज्ञानं वा दुःखस्य ज्ञानं न भवति इति कृत्वा अन्यत् किमपि इन्द्रियं भवेत् खलु येन एतस्य ज्ञानं भवति. अतः तत्र मनोरूपम् इन्द्रियं कीदृशमस्ति? इन्द्रियं चक्षुरादिभिन्नम् इन्द्रियम् अस्ति खलु. तत्र मनोरूपम् इन्द्रियम् अनुमितम् अस्ति. एतादृशम् इन्द्रियं भवेत् यत् चक्षुरादिभिन्नम् इन्द्रियम् अस्ति, तदा एव तत्र आत्मनः गुणाः नाम सुख दुःख इत्यादि तेषां प्रत्यक्षज्ञानाय एतादृशम् इन्द्रियं भवेत् नाम अनुमितमस्ति मनोरूपम् इति इन्द्रियं भवेत्. इदानीं तस्य विशिष्टज्ञानं यत् भवति तत् बहिरिन्द्रियाणि न भवति. हा अतः आत्मनि सन्ति एते गुणाः, तेषां ज्ञानमस्ति, वयम् अनुभवामः खलु सुखदुःखस्य प्रत्यक्षज्ञानम् अस्ति अस्माकं. केन इन्द्रियेण एतस्य ज्ञानं भवति इति प्रश्ने बहिरिन्द्रियैः न भवति एतत् ज्ञानम्. अतः अन्यत् किमपि इन्द्रियं भवेत्, यतोहि प्रत्यक्षज्ञानम् इत्युक्ते इन्द्रियेण प्राप्तं ज्ञानम्, किन्तु सुखदुःखं बहिरिन्द्रियैः न प्राप्तम् इति कृत्वा अन्यत् इन्द्रियं भवेत्, तस्य नामकरणमस्ति मनः इति. अतः मनः अनुमितं नाम अनुमानेन प्राप्तं सिद्धम् इन्द्रियं. मनः इति इन्द्रियम् अनुमानेन सिद्धं भवति, अनुमानेन प्राप्तं सिद्धम् इन्द्रियम् इति. इन्द्रियं नाम मनः अस्ति इति प्रत्यक्षं नास्ति, तस्य प्रत्यक्षज्ञानम् अस्माकं नास्ति, किन्तु सुखस्य प्रत्यक्षज्ञानम् अस्ति, मनसः प्रत्यक्षज्ञानं नास्ति. यथा घ्राणेन्द्रियस्य प्रत्यक्षज्ञानम् अस्माकं नास्ति, किन्तु घ्राणेन्द्रियम् अस्ति इति अनुमानेन जानीमः, तथैव मनः अस्ति इति अनुमानेन जानीमः. किन्तु इदानीं प्रश्नः अस्ति तत्र एकमेव मनः अस्ति वा अथवा मनसः अनेकत्वम् अस्ति वा इति प्रश्नः. अनेकत्वम् अपि आवश्यकम् इति दत्तमस्ति. हा इदानीम् अनेकत्वं तत्र अनुमानेन प्राप्तं. तत्र अत्र प्रश्नः किमर्थम् इत्युक्ते यस्य प्रत्यक्षज्ञानम् अस्ति, तत्र पृथ्व्याः प्रत्यक्षज्ञानमस्ति, तत्र प्रश्नः न उदेति एकं वा अनेकं वा, यतोहि तत्र प्रत्यक्षेण वयं जानीमः एकः अस्ति वा अनेकाः सन्ति वा इति. किन्तु अनुमानेन यत् किमपि द्रव्यमस्ति तस्य ज्ञानम् अनुमानेन एव प्राप्नुमः चेत् तत्र न द्रष्टुं शक्नुमः एकः वा अथवा अनेकाः वा इति. अतः अनेकत्वस्य स्वीकारे अन्यत् किमपि कारणं युक्तिः भवेत्. अत्र उक्तमस्ति अनेकत्वमपि आवश्यकम् अत्र अस्ति, किमर्थमिति अग्रे कारणम् उच्यते. हा अतः तत्र कारणं किमस्ति? एकेनैव परमाणुरूपेण मनसा सर्वेषाम् आत्मनां युगपत् सुखदुःखाद्यसम्भवात्. तत्र अनेकत्वं यथा वयं मनांसि सन्ति इति वदामः चेत् कथं तत् अनेकत्वं सम्भवति इति दत्तमस्ति. तत्र केन एव परमाणुरूपेण सर्वेषात्मना युगपत सुखदुःख एकेन एव सुखस्य ज्ञानं वा तत्र मनसा इति पदमस्ति. मनसा मनः तस्य तत्र तस्य परिमाणं किम् उक्तं? परमाणुपरिमाणम् नाम अतः तत्र परमाणुपरिमाणं नाम लघु अस्ति इति स्वीकृतमस्ति. हा तत्र परमाणुरूपे रूपं मनः इति तस्य तृतीय परमाणुरूपेण मनसा अपि एकमेव अस्ति. अतः एकेन एव परमाणुरूपेण मनसा तत्र लघु अस्ति मनः, तादृशेन मनसा किं भवति? सर्वेषाम् आत्मनां युगपत् एकस्मिन् समये एकस्मिन् समये एव सुखस्य ज्ञानं भवेत् वा दुःखस्य एकस्मिन् समये एव सुखस्य एकस्मिन् समये किं भवति सुखस्य ज्ञानमपि भवति दुःखस्य अपि ज्ञानं भवेत् हा यतोहि एकमेव मनः अस्ति इति कृत् इति अस्ति चेत् तत्र अहं सुखम् अनुभवामि अन्य कोऽपि तत्र दुःखम् अनुभवति किन्तु एकमेव मनः अस्ति चेत् युगपत् दुःखं सुखं द्वयोः अनुभवं भवति किन्तु सुखदुःखादि असम्भवात् समये सुखदुःखस्य इत्यादयः तेषां सर्वेषां युगपत् तत्र प्रत्यक्षम् असम्भवः अस्ति खलु तस्मिन् समये न भवति अतः इत्यादि सुखदुःखादि असम्भवात् इति कारणम् इति एव कारणं तेषाम् असम्भवः अस्ति इति तस्मात् कारणात् अनेकत्वम् एकमस्ति चेत् हा एकमेव मनः नास्ति नाम एकत्वं स्वीकुर्मश्चेत् कापि हानि भवति तत्र असौकर्यं भवति किमपि समीचीनं नास्ति तदा एव तत्र अनेकत्वं स्वीकुर्मः अत्र कारणमस्ति अत्र आवश्यकम् अस्ति यतोहि नो चेत् तत्र सुखदुःखस्य युगपत् तत्र प्रत्यक्षज्ञानम् अनुभवः भवति तत्तु असम्भवः अतः तत्र एक मनः एकम् इति एव स्वीकर्तुं न शक्नुमः अग्रे आचार्य एकः प्रश्नः वदतु भगिनि आचार्य एकः मनः स्वीकर्तुं न शक्नुमः परन्तु एकस्मिन् मानवे तु एकः एव मनः खलु स एकवारं केवलं सुखम् अनुभवति एकः मनः इत्युक्ते तत्र हा अतः तत्र किन्तु तद् एतावत् न प्रदर्शितं खलु भगिनि तत्र एकस्य जीवसि एतावत् न उक्तं खलु हा अतः तत्र मनः कुत्र वर्तते एतत् सर्वम् अग्रे भवति किन्तु तस्मात् प्राक् एव एतस्य प्रदर्शनं कृतमस्ति अग्रे तत्र मनः कुत्र वर्तते एतत् सर्वम् अग्रे भवति किन्तु तस्य पूर्वमेव एतस्य प्रदर्शनं कृतमस्ति भगिनि समीचीनमेव इत्युक्ते सर्वेषां जन्तूनाम् एकत्र मनः इति चिन्तयित्वा वा तत्र मनः एकमेव अस्ति चेत् युगपत् तत्र अनेके हा तत्र एकस्मिन् समये तत्र लोके एकः सुखम् अनुभवति अन्यः दुःखः अनुभवति इति कृत्वा तत्र एकस्मिन् समये तत्र यः सुखम् अनुभवति सः दुःखमपि अनुभवति यतोहि तत्र एकः एव एकमेव मनः अस्ति इति कृत्वा इतोपि यदा वयं वदामः तत्र सुखदुःख इति यत् अनुभवः अस्ति तत् लक्षणमस्ति वा मनस्य लक्षणम् मनसः लक्षणं नास्ति यतोहि तत्र गुणः नास्ति सुखदुःख इति मनसः गुणः न सन्ति खलु मनसः लक्षणम् एतावत् न कृतम् इदानीं वयं कुत्र स्मः इदानीं तत्र केवलम् आकाशस्य लक्षणं दृष्टवन्तः अग्रे कालस्य लक्षणं भवति अग्रे तदनन्तरमेव मनसः चतुर्विंशतिगुणेषु सुखदुःख अस्ति खलु समावेशः हा तेषामपि लक्षणम् इदानीं न कृतं गुणस्य लक्षणभागः अग्रे एव भवति इदानीं केवलं द्रव्यलक्षणस्य भागे एव वयं स्मः किन्तु एतादृशवर्णनम् आवश्यकम् इति कृत्वा तत् सर्वं दत्तमस्ति इत्युक्तौ इदानीं लक्षणं लक्ष्यम् इति परिभाषा न स्वीकर्तुं शक्नुमः अत्र लक्षणम् इति नास्ति इदानीं केवलं तत्र तत्र एकत्वं किमर्थं तत्र कदा स्वीकुर्मः कदा न स्वीकुर्मः मनः यतोहि तत्र इन्द्रियम् इति सर्वम् आसीत् खलु अतः तत्र एतावत् तत्र किं एकत्वं वा बहुत्वं वा इति तस्य निर्णयं कथं कुर्मः इति तस्मिन् विषये किञ्चित् उक्तमस्ति तावदेव मनसः लक्षणम् इति चिन्तनं नास्ति तद् अग्रे भविष्यति समीचीनं सत्यं मनसः लक्षणम् अग्रे एव अस्तु समीचीनम् अस्तु अग्रे तत्र नीता भगिनी अग्रिमवाक्यं पठित्वा तदनन्तरम् अन्य कोऽपि पठति। अतः मनसः अनुमाने सिद्धत्वे अपि अनुमानसिद्धत्वेपि तस्य बहुत्वं स्वीक्रियते। नाम अत्र मनः इति अनुमानेन सिद्ध इन्द्रिय किन्तु इन्द्रियं अनेकत्वं भवति, तस्य अनेकत्वं स्वीकरणीयम् अस्ति अस्ति अस्माभिः, नो चेत् तत्र कापि हानिः भवति इति अस्ति। समीचीनं भगिनि, अस्तु अग्रे धन्यवादः भगिनि, धन्यवादः धन्यवादः। अस्तु अग्रे तत्र प्रेमलता भगिनी अग्रे पठति वा? आं महोदय। नमस्कार भगिनि। न तथा आकाशस्य एकत्वेन काचन हानिः अस्ति, इदमेव मनसि निधायोक्तं तत् एकम् इति। तच्च एकम् इति आकाशस्य एकत्वेन, आकाशम् एकः इति उक्तौ काचन हानिः अस्ति इति अत्र उक्तमस्ति। तत्र आकाशस्य विषये आकाशस्य एकत्वम् इति स्वीकारे इति चिन्तनम् अस्ति चेत् तत्र हानिः न भवति, नाम तत्र तदा क्लेशः, तत्र तस्य विरोधे तस्य विरुद्धं किमपि ज्ञानम् अस्माकं न भवति खलु। यथा मनसः एकत्वं स्वीकुर्मश्चेत् तत्र अनुभवविरुद्धः अस्ति इति भवति, तादृशः आकाशस्य विषये नास्ति खलु। अतः तत्र आकाशस्य एकत्वं, तस्य एकत्वेन काचन हानिः अस्ति इति न, तत्र न इति आदौ उक्तम् न आकाशस्य एकत्वेन काचन हानिः नास्ति, आदौ एव न इति उक्तं, न तथा आकाशस्य एकत्वेन काचन हानिः हानिरस्ति इति। अतः एव तत्र आकाशस्य लक्षणवाक्यं किमस्ति इति स्मरति वा? तत्र पेज् आकाशम् इति शब्दगुणकम् आकाशम् इति लक्षणवाक्यं, तदनन्तरं किञ्चित् विवरणं दत्तमस्ति, तच्च तत् च एकं विभु नित्यं च इति उक्तम्। इदानीं तत्र किमर्थम् एकम् इति स्वीकृतं तत्र इति एतावत् विवरणं दत्तं, नाम तन एकत्वेन कापि हानिः नास्ति। अपि तत्र विभुः नित्यः इति अपि उक्तमस्ति, किमर्थं तदपि स्वीकुर्मः इति अग्रे तस्य विवरणं भवति। तत्र एकः एव तत्र आकाशम् एकमेव इति तस्मिन् विषये हानिः नास्ति। मनसः तादृशं नास्ति, वायोः तादृशं नास्ति, किन्तु आकाशस्य एकत्वं स्वीकर्तुं शक्नुमः इति। अस्तु समीचीनं भगिनि। अस्तु अग्रे तत्र मृणालिनी भगिनी भवती एव अग्रे पठति वा? अनुमितिविषयता अनेकेषु स्वीक्रियते चेत् बुद्धेः यः क्लेशः तत् गौरवम् इत्युच्यते। अनुमितिविषयतायाः एकस्मिन् स्वीकारे बुद्धेः सौकर्यं लाघवम् इत्युच्यते। तादृशलाघवम् आलोच्य आकाशादीनाम् एकत्वम् आदृतं वा? आदृतं, समीचीनं। तद्वदेव तद्वदेव च तेषाम् अनित्यत्वे अवयवादिकालकल्पना प्रागभावः ध्वंसः च स्वीकर्तव्यो भवतीति गौरवम्। नित्यत्वे बाधकमपि नास्तीति लाघवात् तेषां नित्यत्वे नित्यत्वम् एव स्वीक्रियते. अतः तत्र अनुमानेन यत् किमपि किमपि द्रव्यम् इति चिन्तयामः प्राप्तमस्ति, तस्य ज्ञानं प्राप्तमस्ति, तस्य एकत्वम् इति एव चिन्तनं भवति सारल्यार्थं. यदि अन्यत् किमपि कारणं भवति चेदेव तत्र अनेकस्य अनेकत्वं वयं स्वीकुर्मः. इदानीम् अग्रे तत्र तथा एव तत्र तत्र आकाशस्य विषये एकम् अपि विभुद्रव्यम् अपि नित्यम् इति उक्तम्. इदानीं तत्र नित्यं किमर्थम् इति अग्रे दत्तमस्ति. हा, किञ्चित् वदतु भगिनी तर्हि तत्र अनुमाति अनुमितिविषयता. अनुमितिविषयतायाः एकस्मिन् स्वीकारे बुधे सौकर्यं लाघवक्यं प्रथमवाक्यं. अनुमितिविषयता अनेकेषु स्वीक्रियते चेत् बुद्धेः यः क्लेशः तद् गौरवम् इत्युच्यते. आम् इत्युक्तौ किमपि पठतु, वाक्यद्वयं पठतु. अनुमितिविषयतायाः एकस्मिन् स्वीकारे बुद्धेः सौकर्यं लाघवम् इत्युच्यते. तत्र अनुमितिः इत्युक्ते ज्ञानम्. ज्ञानमस्ति चेत् तत्र अन्यत् किमपि भवेत्. किमस्ति तद्? ज्ञानमस्ति चेत् तत्र विषयः भवेत्. विषयस्य ज्ञानम्. पदार्थः अस्ति किन्तु पदार्थस्य ज्ञानं यदा अस्माकं भवति तदा पदार्थः विषयः इति भवति. अतः पदार्थे विषयतः भवति. अनुमितिः इति ज्ञानमस्ति. अनुमिति इति ज्ञानम् अस्ति, तस्य विषयः कः? तत्र मनः इति भवितुम् अर्हति अथवा वायुः इति भवितुम् अर्हति खलु. यतोहि अनुमानेन प्राप्तं द्रव्यम् अस्ति खलु. अतः तत्र वायुः वा मनः वा तादृश तत्र वायोः ज्ञानं प्राप्तम्. अतः अनुमितिः इति ज्ञानम् अस्माकम् अस्ति, वायोः ज्ञानम् अस्माकम् अस्ति. वायुः तादृश अनुमितिज्ञानस्य विषयः अस्ति. अतः वायौ अनुमितिविषयता अस्ति. तत्र यदि अनुमानेन प्राप्तं पदार्थः अस्ति किन्तु पदार्थे अनेकत्वम् इति स्वीकुर्मश्चेत् तत्र किं भवति? अनेके पदार्थाः सन्ति, अतः तेषां ज्ञानम् अस्माकम् अनुमानज्ञानम् अस्ति इति कृत्वा तेषु पदार्थेषु अनुमितिविषयताः भवन्ति खलु. यतोहि पदार्थः कस्य, यस्य अनुमानं करणीयं तस्य वा? यस्य ज्ञान तत्र वायुः इति उदाहरणार्थं वायुः इति चिन्तयामः. वायुः अनुमानेन प्राप्तं द्रव्यं खलु. अस्माकं वायोः ज्ञानम् अस्ति, अनुमानज्ञानम् अस्ति. अनुमानज्ञानम् इत्युक्ते अनुमितिः इति भवति. अनुमान इति तत्र प्रक्रियया प्राप्तं ज्ञानस्य नाम अस्ति अनुमितिः इति. प्रत्यक्षेण इन्द्रियेण प्राप्तं ज्ञानं प्रत्यक्षं, तथैव अनुमानेन प्राप्तं ज्ञानम् अनुमितिः. अनुमितिः इति ज्ञानमस्ति चेत् विषयः भवति. विषये विषयता अस्ति खलु. इदानीं तत्र यदि वयं चिन्तयामः तत्र वायुः इति वायोः अस्माकम् अनुमितिज्ञानमस्ति, अनुमितिविषयः अस्ति वायुः. इदानीं वायोः अनेकत्वं स्वीकुर्मश्चेत् तत्र अनेकविधवायवः सन्ति खलु. अतः तत्र विषयता कुत्र अस्ति? सर्वेषु अस्ति खलु. तर्हि अतः तत्र अनेकेषु अस्ति इति यदि वयं स्वीकुर्मः तत्र किं भवति? बुद्धेः क्लेशः भवति खलु. यतः अनेकेषु पदार्थेषु सन्ति, अतः तत्र क्लेशः अस्ति इति कृत्वा तद् तद् वदामः गौरवम् इति. तत् गौरवं लाघवं किम् इति उच्यते. यदि एकमेव अनुमानविषयता अस्ति तर्हि अनुमानस्य अथवा अनुमितिः इति ज्ञानस्य विषयताः एकस्मिन् एव स्वीकारे, नाम सा विषयता केवलम् एकस्मिन् एव पदार्थे, नाम तादृशपदार्थः एकः एव इति यदि स्वीकुर्मः तत्र बुद्धे सौकर्यं भवति, लाघवम् इति वदामः. अतः तत्र साधारणतया लाघवार्थं सारल्यार्थं वयं तत्र एकत्वं स्वीकुर्मः, यतोहि तत् समीचीनमस्ति. तत्र एतदेव तत्र नूतन तत्र विज्ञानेषु तत्र ओकाम्स् रेसर् इति वदन्ति, नाम तत्र यावत् सारल्यम् अपेक्षितं तावदेव, यदि तत्र किमपि अस्ति तस्य स्वीकारं तस्य आवश्यकता नास्ति चेत् न स्वीकुर्मः. अत्र लाघवार्थम् एकत्वं स्वीकुर्मः, किन्तु यदि किमपि अन्यत् कारणमस्ति चेदेव बहुत्वं स्वीकुर्मः. अतः एकत्वस्वीकारे लाघवम्, अनेकत्वस्वीकारे गौरवम् इति. अस्तु अग्रे. तादृश लाघवम् आलोच्य आकाशादीनाम् एकत्वम् आदृतम्. आम् दाक्षवार्थं वयम् आकाशस्य एकत्वमेव स्वीकुर्मः इति अस्ति. अग्रे तद्वदेव तेषाम् अनित्यत्वे अवयवादिकल्पना प्रादभावः ध्वंसः च स्वीकर्तव्यो भवति इति गौरवम्. इदानीं तत्र आकाशम् एकः एकमेव इति स्वीकुर्मः, यतोहि लाघवमस्ति. किन्तु इदानीं प्रश्नः उदेति, तत्र आकाशम् इति तस्य सः नित्यपदार्थः वा अथवा अनित्यपदार्थः वा, किं लाघवं भवति किं गौरवं भवति इति प्रश्नः. अतः उत्तरं किं भवति अत्र? आकाशं तु नित्यं खलु. किन्तु किमर्थं नित्यम् इति चिन्तनं, लाघवार्थं कथं? यतोहि यदि नित्यपदार्थः नास्ति तदा किं भवति? नित्यपदार्थः नास्ति चेत् किं भवति? प्रागभावः भवेत्, प्रध्वंसाभावः भवेत्, अपि अवयवाः भवेयुः. अतः तत्र यदि अनित्यत्वम् अनित्य सः पदार्थः अनित्यः इति चिन्तयामः, अन्येषां पदार्थानामपि स्वीकारं करणीयं भवति. नाम ध्वंसः, अभावः तत्र प्रध्वंसाभावः, प्रागभावः, तत् कथं भवति तस्य विवरणमपि अपेक्षितं भवति खलु. तर्हि आम् अनित्यं कार्यरूपे खलु, कार्यरूपेण कार्यरूपम्. अतः तत्र तस्य कारणं किं, तस्य उद्भवः उत्पत्तिः कदा अभवत् इति अनेके प्रश्नाः भवन्ति, तस्य समाधानं सर्वं कर्तव्यं भवति. अतः तत्र लाघवं नास्ति, गौरवं भवति. अपि तत्र यद् वयं पश्यामः तत्र अनित्यद्रव्यं यत् पश्यामः, अनित्यपदार्थः यान् पश्यामः, तेषु अवयवाः सन्ति. परमाणवः नित्यपदार्थाः, आकाशे तत्र अवयवाः न सन्ति इति चिन्तनम् अस्ति अत्र. यतोहि तत्र अवयवाः सन्ति चेत् तस्य नाशः भवितुमर्हति, यतोहि अवयवाः सन्ति चेत् तस्य विभागः भवितुमर्हति, एकस्य अवयवाः तद् गच्छति इति. अतः तत्र अवयवाः सन्ति चेदपि पुनः तत्र अवयवानामपि पुनः तत्र विवरणं, तेषां विवरणमपि अपेक्षितम् अस्ति. अतः तत्र एतत् सर्वं गौरवं भवति इति कृत्वा नित्यत्वस्य स्वीकारे लाघवमस्ति. अतः आकाशम् एकं नित्यम् इति स्वीकुर्मः. नित्यत्वे बाधकमपि नास्ति इति लाघवात् तेषां नित्यत्वमेव स्वीक्रियते. नाम यदि तत्र इदानीं तत्र एकम् एव अस्ति नित्यम् इति एव अस्माकं चिन्तनम् अस्ति, किन्तु अग्रे गत्वा यदि तेन कापि हानिः भवति तत्र तत्र अन्यत् किमपि विरुद्धज्ञानं भवति चेत्, हानिः भवति चेत् तदा पुनः अस्मिन् विषये चिन्तयामः, किन्तु यावत्पर्यन्तं तत्र एकत्वस्वीकारे नित्यत्वस्वीकारे हानिः न भवति तावत्पर्यन्तम् एकत्वमिति चिन्तनं भवेत् इति उक्तम्। आचार्य अत्र एकत्वं तथा नित्यत्वम् अयनोयोः एकमेव भावः अस्ति वा? मया तत्र प्रश्नः न अवगतम्। यदा त्वम् एकमेव वदामः, एकमेव आकाशं तथा नित्यम् आकाशं, तव समानेव अर्थः वा? समानः अर्थः नास्ति, नाम एक तत्र एकः एव परमाणुः अस्ति, एकमेव पुस्तकम् अस्ति, किन्तु पुस्तकं नित्यं नास्ति, अतः एकमिति भिन्नं खलु। हा एकं हा एकत्वं भिन्नम् अस्ति, नित्यत्वं भिन्नम् अस्ति। अस्तु समीचीनं, धन्यवादः भगिनि। हा अस्तु अग्रे जयलक्ष्मी भगिनी अग्रे। आचार्य प्रश्नमस्ति, वदतु महोदय। गौरवम् इत्युक्ते अवच्छेदकत्वं तुल्यपदम् अस्ति वा भिन्नमस्ति वा? न न न न तुल्यपदं नास्ति, गौरवं नाम तत्र कष्टकरम् अस्ति, तत्र चिन्तने यदि तत्र अन्यत् उदाहरणमपि तत्र देवदत्तपाटील् महोदयेन तत्र दत्तमस्ति, अग्रे प्रायश उक्तमस्ति, नाम यदि तत्र भवान् बहिः गच्छति, गृहे ते वदन्ति अस्तु भवान् बहिः गच्छति, तत्र पुस्तकम् अपि तत्र अन्यत् किमपि आनयतु, तर्हि भवान् मनसि एव तत्र पुस्तकमपि अन्यत् किमपि अन्यं पदार्थमपि मनसि निधाय बहिः गच्छति, तदनन्तरं पदार्थद्वयमपि आनयति, किन्तु यदि तत्र पुस्तकम् आनयतु, तत्र मालाम् आनयतु, तत्र अपि ओदनम् आनयतु इति तत्र यदि अनेकाः पदार्थाः उच्यते तर्हि तत्र मनसि एतत् सर्वं स्थापितुं न शक्नुमः खलु। हा अतः तत्र लाघवं नाम सारल्यं, गौरवं नाम तत्र क्लेशः अनुभूयते अस्माभिः इति तावदेव। चिन्तितमस्ति गौरवं भवति न न अस्तु, इदानीम् अवगतं खलु महोदय। लाघवात् अनुमितम् इत्युक्ते सरलम् इति चिन्तयतु, सरलं गौरवम् इत्युक्ते तत्र क्लेशकरम् इति। अस्तु समीचीनं महोदय, अस्तु अग्रे जयलक्ष्मी भगिनी अग्रे। धन्यवादः। नमस्कार भगिनि। आकाशस्य परिमाणम् आह विभुः इति, विभुत्वं परममहत् परिमाणवत्त्वं, यत् परिमाण अपेक्षया उत्कृष्टं महत् परिमाणं न भवति तत्। इदानीम् आकाशस्य परिमाणं अस्य विभुः इति वदति, विभुत्वम् इति चेत् तत्तु परममहत् परिमाणवत्त्वम् इति उक्तं, विभुद्रव्यम् इत्युक्ते यस्य परं परिमाणं परमहत् अस्ति, परिमाणम् अस्ति अपि परममहत् परिमाणम् इत्युक्ते किम्? परममहत् परिमाणम् इत्युक्ते यत् परिमाण अपेक्षया उत्कृष्टं महत् परिमाणं न भवति इति उक्तम्, नाम तस्य अधिकं परिमाणम् अन्यत् किमपि न भवितुम् अर्हति, नास्ति एव। अतः तत्र वदतु भगिनि। परममहत् परिमाणम् इति वदनेन तस्मात् पुनः किमपि परिमाणं नास्ति इति अर्थः वा? तस्य उपरि तस्य अपेक्षया अधिकं परिमाणम् उत्कृष्टं महत् परिमाणं किमपि न भवति इति न भवति इति इति विभुः अत्र तेन कारणेन आकाशस्य परिमाणं विभुः इति इति चिन्तनम् अस्ति पुनः तत्र सारल्यार्थं नाम यदि तत्र महत् तत्र परममहत् परिमाणम् इति न स्वीकुर्मः मध्यमपरिमाणम् इति स्वीकुर्मश्चेत् तर्हि तस्य तत् कुत्र कुत्र भवति कुत्र कुत्र नास्ति अथवा तत्र यदि परमाणुपरिमाणम् इति चिन्तयामश्चेत् तत् किमर्थम् इति पुनः तत्र समाधानम् आवश्यकं भवति अतः तत्र परममहत् परिमाणं तत्र नाम सर्वत्र वर्तते विभुद्रव्यम् इत्युक्ते सर्वत्र अस्ति सर्वत्र वर्तते इति तत्र अतः तत्र अत्र एव अस्ति अन्यत्र नास्ति इति चिन्तनं सर्वत्र वर्तते इति अतः तत्र तादृशपरिमाणम् अस्ति इति अस्तु अग्रे अपि किञ्चित् पठतु भगिनि तर्हि सङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि वक्ष्यन्ते तथापि आश्रयानुरोधेन अन्योपि विभागः कर्तव्यो भवति सः च अणुपरिमाणं परममहत्परिमाणं मध्यमपरिमाणम् इति अत्र चतुर्विधानि परिमाणानि वक्ष्यन्ते अत्र पूर्वस्मिन् ग्रन्थे साक्षात् तर्कसङ्ग्रहग्रन्थे अस्माकं पुस्तकं तु तत्र किमस्ति तर्कसङ्ग्रह इति अन्नं भट्ट भट्टैः रचितं तर्कसङ्ग्रह तस्य उपरि व्याख्या अस्ति खलु सत्यं तत्र मूलग्रन्थे चतुर्विधानि परिमाणानि उक्तानि किन्तु अत्र सारल्यार्थं तत्र त्रयम् इति तत्र इति चिन्तनं किञ्चित् लाघवार्थम् आश्रय अनुरोधेन इदानीं त्रीणि परिमाणानि एव उक्तं त्रीणि एव परिमाणानि स्वीकृतानि सन्ति उक्तानि सन्ति अत्र तदेव अणुपरिमाणं परममहत्परिमाणं मध्यमपरिमाणम् इति तदनन्तरं तत्र अग्रे गत्वा वयं तत् यदा वयं परिमाणम् इति गुणः परिमाणम् इति गुणः तस्य लक्षणं लक्षणविषये यदि चर्चा भवति तदा वयं वक्ष्यामः तत्र तत्र चतुर्विधानि परिमाणानि सन्ति इति किन्तु इदानीं केवलं तत्र त्रैविध्यम् इति एव स्वीकुर्मः समीचीनं धन्यवादः भगिनि अस्तु नरसिंहमहोदय अग्रे पठति वा महोदय परमाणुपरिमाण तदेव न महोदय तत् वयं किञ्चित् परिशीलितवन्तः किन्तु अधोभागे यदस्ति तद् सर्वं पठामः महोदय येन येन तत्र यत् कोष्टके अस्ति तस्य स्पष्टता भवेत् पूर्वोक्ता लाघव्यक्तिः कालदिशोः एकत्वसाधनाय नित्यत्वसाधनाय च ज्ञातव्या तयोरपि अनुमानेन साधनात् अनुमानेन सिद्ध्यतः पदार्थस्य नित्यत्वे एकत्वे च लाघवात् मनस्तु अनुमानमिति अनुमितमपि न एकं बाधकसत्त्वादिति प्रयोग प्रागेव प्राग् आवेदितमेव लक्षितस्य अपि च आकाशस्य एकत्वात् विषयविभागः न कृतः पूर्वोक्तलाघवयुक्तिः कालदिशोः एकत्वसाधनाय नित्यत्वसाधनाय च ज्ञातव्या पूर्वोक्तलाघवयुक्तिः इत्युक्ते यत् नित्यत्वं भवति तत्र लाघवं भवति तत्र आकाशः तत्र आकाशस्य विषये एकत्वम् इति स्वीकृतं नित्यत्वमपि स्वीकृतं लाघवार्थं तत्र प्रध्वंसभाव तत्र प्रागभावः एतत् न भवति अथवा लाघवं भवति इति यदि अनित्यम् अस्ति चेत् तत्र प्रध्वंसभावः अपि हा तत्र एतत् सर्वस्य विषये अपि विवरणं दातव्यं भवति, अतः तत्र नित्यत्वमिति स्वीकारे लाघवं भवति। तथैव अत्र किम् अस्ति, कालदिशो कालः अनन्तरं दिक् नित्यत्वसाधनाय स्वीकृत्य ते अपि नित्यम् इति स्वीकर्तव्यं तेन लाघवं भवति। कालः ज्ञातव्या अस्ति अत्र लाघवयुक्तिः एव ज्ञातव्या, लाघवयुक्तिः ज्ञातव्या अस्ति। समीचीनं महोदय, लाघवयुक्तिः ज्ञातव्या अस्ति अस्माभिः किं साधनाय किं कर्तुं, तत्र नित्यत्व अपि एकत्वसाधनाय कस्य, कालस्य अथवा दिशोः, कालदिशोः दिशः अपि तयोरपि अनुमानेन साधनात् कालादिक् अपि वयम् अनुमानेन सिद्धितमस्ति, ते तस्य कृते के दृष्टान्तं नास्ति परन्तु अनुमानेन एव सिद्धितं, यथा आकाशम् अनुमानेन सिद्धित, कालादिक् अपि अनुमानेन सिद्धितम् अस्ति। अनुमानेन सिद्ध्यतः पदार्थस्य नित्यत्वे एकत्वे च लाघवात् स्वीकार्य मनस्तु अनुमितमपि मनः अपि अनुमानेन एव सिद्धितं, परन्तु न एकं मनः एक इति स्वीकर्तुं न शक्नुमः, किमर्थम् इति बाधक सत्वादिति प्रयोग प्राग् आवेदितमेव, किमर्थं मनः एकत्वं न स्वीक्रियते इति तत्तु पूर्वं दृष्टमस्ति, भिन्नभिन्नमनः भिन्नभिन्न दुःखदि अनुभूयते, अतः तत्र मनः नानात्वं स्वीकरणीयमेव, तत्र एकत्वस्य स्वीकारे बाधा भवति, हानिः भवति इति कृत्वा उक्तमासीत् अनेकत्वं स्वीकरणीयमिति, अपि बाधा अथवा हानिः का भवति इति प्रागेव उक्तमासीत्, पूर्वमेव उक्तमासीत्। हा अग्रे, लक्षितस्य अपि च आकाशस्य, आकाश लक्षि अत्र अत्र लक्षितस्य इत्युक्ते तत्र मनः वा लक्षितस्य च आकाशस्य एकत्वात् आकाशः आकाशः इदानीं लक्षितः पदार्थः लक्षितस्य तत्र विषयविभागः न कृतः, तत्र इन्द्रियविषयभेदात् इति तत्र निरूपणं न कृतम् आकाशस्य। समीचीनं महोदय, तत्र यथा पृथिवी लक्षणे जलस्य लक्षणे तत्र विषयभेदाः विषयभेदाः भवन्ति खलु, तत्र पृथिवी तत्र सा नित्या अनित्या पुनः अनित्य पृथिव्याः त्रिविधा भवति, शरीरेन्द्रिय विषयभेदात् इति सर्वम् उक्तं खलु, किन्तु आकाशस्य लक्षणवाक्ये तादृशं नास्ति, तत्र शब्दगुणकम् आकाशं तच्च एकं नित्यम् नित्यम् नित्यश्च इति एव उक्तं, तदनन्तरं किमपि न उक्तम्। इदानीं तस्य समाधानम् अग्रे भवति, अत्र विषयविभागः न कृतः एतावत्, किमर्थम् एतावत् अपि न कृतः किमर्थम् इति एतावत् न उक्तम्, अग्रे तस्य परिशीलनं भवति। समीचीनं महोदय, धन्यवादः। अस्तु अग्रे धन्यवादः महोदय। अग्रे धनश्री भगिनी पठति वा? आं महोदय, अस्ति तथापि इति अस्ति तथापि श्रोत्रेन्द्रियम् आकाशरूपं कुतः तन्नोक्तम् उच्यते, घ्राणेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते, तत्र प्रक्रिया घटादिद्रव्ये यादृशी तादृशी एव, तथा हि द्वाभ्यां पृथिवीपरमाणुभ्यां पृथिवीद्व्यणुकम् उत्पद्यते, त्रिभिः द्व्यणुकैः त्र्यणुकम् उत्पद्यते, चतुर्भिः त्रिणुकैः चतुर्णुकम् इति एवम् अवयवीनां घटादीनाम् उत्पत्तिः भवति, तत्र पृथिवी परमाणु जणुकयोः उद्भूतरूपसत्त्वे अपि परमाणुपरिमाणम् अतिरिक्तं परिमाणम् अभावात् प्रत्यक्षं न भवति इति प्रागुक्तम्। तेणुपात् प्रभृति चरम अवयवी पर्यन्तं सर्वेषु महत्व उद्भूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षम् एवं जलादौ इति अस्तु अस्ति तथापि श्रोत्रेन्द्रियम् आकाशरूपं कुतः तन्नोक्तम् किं वक्तुम् इच्छति तत्र लेखकः इत्युक्ते तत्र विषयविभागः न कृतः खलु आकाशस्य विषयविभागः न कृतः किन्तु वयं जानीमः तत्र श्रोत्रेन्द्रियम् आकाशरूपमेव भवेत् खलु यतोहि तत्र पृथ्वीरूपं नास्ति जलरूपं नास्ति एतदिन्द्रियम् अतः तत्र इन्द्रियम् इति अस्ति श्रोत्रेन्द्रियम् अस्ति आकाशरूपमेव अस्ति अतः किमर्थं श्रोत्रेन्द्रियस्य विषयः लक्षणवाक्यानन्तरं किमर्थं तस्य विवरणं तत्र विवरणे किमर्थम् एतद् न आगतम् इति कुतः तन्न उक्तं किमर्थं तत् न उक्तं लक्षणवाक्य यथा तत्र पृथिव्याः लक्षणानन्तरं तत्र घ्राणेन्द्रियस्य विषयम् उक्तं खलु शरीरविषयभेदात् तत्र तादृशम् अत्र न उक्तम् घ्राणेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते नाम घ्राणेन्द्रियात् चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते नाम घ्राणेन्द्रियं तत्र घ्राणेन्द्रियं तत्र पृथ्वी द्रव्यं तदनन्तरं जलीयद्रव्यम् अस्ति रसनेन्द्रियम् तथैव तत्र तत्र वयं जानीमः तत्र तेषां तत्र मध्यमपरिमाणम् इति गतवर्गे अपि तस्य विषये किञ्चित् चिन्तनं जातं तत्र अतः तत्र परमाणुरूपं नास्ति तत्र यद्यपि प्रत्यक्षज्ञानं न भवति किन्तु परमाणुरूपं नास्ति परमाणुपरिमाणं नास्ति अतः तत्र तेषाम् उत्पत्तिः अवयवैः जायते नाम तत्र परमाणवाः सन्ति तेषां सङ्ग्रहणेन तत्र इन्द्रियस्य उत्पत्तिः भवति खलु अतः ते मध्यमपरिमाणयुक्तानि इन्द्रियम् इति एकमेव परमाणु इति नास्ति अथवा द्वयणुकमिति अपि नास्ति अतः तत्र परमाणवः सन्ति अवयवाः सन्ति इन्द्रियाणां घ्राणेन्द्रियस्य रसनेन्द्रियस्य चक्षुरेन्द्रियस्य त्वगिन्द्रियस्य किन्तु श्रोत्रेन्द्रियस्य तादृशम् अस्ति न वा इति विषयः इदानीम् अग्रे तत्र तत्र प्रक्रिया घटादिद्रव्ये यादृशी तादृशी एव प्रक्रिया नाम कथम् अवयवात् घटम् उत्पद्यते तत्र प्रक्रिया तथैव सा एव प्रक्रिया इन्द्रियस्य विषये अपि अस्ति तथा हि द्वाभ्यां पृथिवी परमाणुभ्यां पृथिवी जणुकम् उत्पद्यते तत्तु वयं जानीमः द्वौ परमाणौ एकं जणुकम् उत्पद्येते त्रिभिः द्व्यणुकैः त्रेणुकम् उत्पद्यते नाम षट् परमाणवः एकं त्रेणुकम् उत्पद्यन्ते चतुर्भिः त्रेणुकैः चतुर्णुकम् इति एवम् अवयवीनां घटादीनाम् उत्पत्तिः भवति अतः चतुर्णुके कति परमाणवः सन्ति एकं त्रेणुके षट् परमाणवः चतुर्भिः त्रेणुके सिक्स् इन्टु फोर् ट्वेण्टि फोर् चत्वारिंशत् चतुर्विंशति परमाणवः एकं त्रयुकं चतुर्विंशति चतुर्विंशति चतुर्विंशति एकं त्रयुकम् उत्पद्यन्ते इति एव अवयवीनां घटादीनाम् उत्पत्तिः भवति उत्पत्तिः यथा घटादीनाम् अवयवाः सन्ति तथैव एते एते अवयवाः सन्ति चतुर्णुकं अवयवाः समीचीनं तत्र पृथिवी तत्र पृथिवी परमाणु जणुकयोः उद्भूतरूपसत्त्वे अपि परमाणुपरिमाणम् अतिरिक्तपरिमाण अभावात् प्रत्यक्षं न भवति इति प्रागुक्तम् यतोहि तत्र प्रत्यक्षज्ञानाय किं किम् आवश्यकम् उद्भूतरूपम् अपि भवेत् कीदृशं भवेत् परमाणुपरिमाणात् अतिरिक्तं भवेत् नाम अत्र नास्ति अतः तत्र अतः तेषां तत्र प्रत्यक्षं न भवति रेणुकात् प्रभृति चरम अवयवीपर्यन्तं सर्वेषु महत् उद्भूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षं नाम त्रयुकात् प्रभृति प्रत्यक्षं भवति किमर्थं तेषाम् उद्भूतरूपमपि अस्ति अनन्तरं परमाणुः परिमाणम् अतिरिक्तपरिमाणमपि अस्ति अतः तेषां प्रत्यक्षं भवति तत्र एतावत् साधारणनियमः उक्तः नाम तत्र परमाणोः प्रत्यक्षं न भवति द्वयणुकस्य अपि प्रत्यक्षं न भवति किन्तु तदनन्तरं त्रयणुकात् आरभ्य तत्र उद्भूतरूपम् अस्ति अपि परिमाणं परमाणुपरिमाण अतिरिक्तपरिमाणमस्ति इति कृत्वा तत्र तेषां तत्र प्रत्यक्षज्ञानं भवति इति एतावत् यत् पृथ्वीपरमाणवः इति विषयः आसीत् तथैव जलादौ जलीय जलपरमाणवः अपि तथैव तथैव अपि वायोः अपि तथैव तेजसः अपि तथैव अस्ति इति एतावत् अस्तु समीचीनं भगिनि धन्यवादः कोऽपि प्रश्नः एतावत् नाम श्रोत्रेन्द्रियस्य परमाणु तथैव नास्ति इति अत्र अर्थः अस्ति इदानीं तत्र श्रोत्रेन्द्रियस्य परिमाणं किम् अपि तत्र तस्य उत्पत्तिः कथम् इति अपि न उक्तं किन्तु तस्मात् प्राक् कथम् अन्य तत्र अन्येषाम् इन्द्रियाणां तत्र उत्पत्तिः इति तेषां विवरणं दत्तमस्ति अग्रे तत्र श्रोत्रेन्द्रियस्य वैलक्षण्यम् अग्रे भवति तत् किञ्चित् भिन्नमस्ति श्रोत्रेन्द्रियं कथम् इति अग्रे उच्यते अस्तु अग्रे चन्द्रमती भगिनी अग्रे पठति वा अस्तु महोदय परन्तु घ्राणादीन्द्रियाणां चतुर्णामपि इन्द्रियान्तरेण स्वेन वा प्रत्यक्षं न भवति इति आनुभविकम् तन्निर्वाहाय तेषाम् अवयव परम्परायां द्वयाणुकादिषु कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते इति स्वीक्रियते परन्तु घ्राणादिन्द्रियाणां चतुर्णामपि इन्द्रियान्तरेण तेन वा प्रत्यक्षं न भवति इति आनुभविकम् अस्तु तत्र तत्र घ्राणेन्द्रियम् इति स्वीकुर्मः अथवा चक्षुः इति स्वीकुर्मः तत्र घ्राणेन्द्रियं तत्र इन्द्रियम् अस्ति पृथ्वी द्रव्यमस्ति खलु, घ्राणेन्द्रियं पृथ्वी द्रव्यम् अस्ति, तस्य परिमाणं तत्र परमाणु परिमाणपरिमाणं अस्ति प्रत्यक्षं, किन्तु तस्य घ्राणेन्द्रियस्य प्रत्यक्षज्ञानं न भवति खलु, न घ्राणेन्द्रियस्य ज्ञानं घ्राणेन्द्रियेण एव भवति वा? अस्तु, तत्र प्रत्यक्षज्ञानं न भवति, चक्षुषा घ्राणेन्द्रियस्य ज्ञानं भवति वा? न न भवति, अतः तत्र स्वीकुर्मः स्वेन, तत्र नाम स्वस्य इन्द्रियेण एव प्रत्यक्षज्ञानं न भवति, इन्द्रिय अन्तरेण इन्द्रियान्तरेण अन्येन इन्द्रियेण वा प्रत्यक्षं न भवति, नाम तत्र घ्राणेन्द्रियस्य ज्ञानं स्वेन न भवति, अन्येन इन्द्रियेण अपि तस्य प्रत्यक्षज्ञानं न भवति खलु, अत्र बहिरिन्द्रियम् एव विषयः, यतोहि तत्र घ्राणेन्द्रियं तत्र द्रव्यम् अस्ति, तत्र तत्र बहिरिन्द्रियेण तस्य प्रत्यक्षज्ञानं न भवति इति कृत्वा, अतः स्वस्येन्द्रियेण वा अन्येन्द्रियेण वा प्रत्यक्षज्ञानं न भवति, नाम घ्राणेन्द्र साक्षात् तेन एव इन्द्रियेण तस्य ज्ञानं न भवति, अपि अन्येन इन्द्रियेण अपि तस्य ज्ञानं न भवति, अतः अनुभाविकम् प्रत्यक्षं न भवति, अनुभाविकम् एव अनुभाविकमस्ति, किन्तु तत्र इन्द्रियाणां परिमाणं परमाणुपरिमाणम् अतिरिक्तपरिमाणम् अस्ति, किन्तु तेषां प्रत्यक्षं न भवति, अतः किं तेषु उद्भूतरूपं भवति वा? न भवेत्, यतोहि उद्भूतरूपम् अस्ति चेत् प्रत्यक्ष अपि परिमाणं तत्र मध्यमपरिमाणम् अस्ति चेत् उद्भूतरूपम् अस्ति चेत् प्रत्यक्षज्ञानं भवेत्, किन्तु न भवति, अतः तत्र किम् अतः तत्र किं भवेत्? उद्भूतरूपं न भवेत्, उद्भूतरूपं न भवेत् इति स्वीक्रियते, स्वीक्रियते, अतः तत्र उक्तमस्ति तन्निर्वाहाय, नाम प्रत्यक्षं नास्ति इति तस्य समाधानार्थं किं कुर्मः, तेषाम् अवयवपरम्परायां, नाम तत्र अवयवाः सन्ति खलु, इन्द्रियाणाम् अवयवाः सन्ति, यतोहि केवलम् एकमेव एकः एव परमाणुः इति नास्ति घ्राणेन्द्रिये खलु, अनेके परमाणवः सन्ति घ्राणेन्द्रिये, अतः तत्र परम्परा अस्ति, या परम्परा पूर्वस्मिन् परिच्छेदे उक्ता अस्ति, विवृता अस्ति, विवृता अस्ति, सा परम्परायां तस्यां द्वयुणुकादिषु कुतश्चित्, तत्र कारणं न उक्तं, किन्तु किमपि कारणमस्ति येन विरोधवशात् कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते, अतः तत्र न जानीमः, किन्तु कोऽपि विरोधः अस्ति येन इन्द्रियेषु उद्भूतरूपं नास्ति इति स्वीकरणीयं भवति, इति स्वीक्रियते, यतोहि तेषां प्रत्यक्षज्ञानं न भवति, अतः घ्राणेन्द्रियस्य चक्षुरिन्द्रियस्य रसनेन्द्रियस्य अपि त्वगिन्द्रियस्य इति तत्र प्रत्यक्षज्ञानं नास्ति, अतः तेषां उद्भूतरूपं स्वीकरणीयम् इति अस्माभिः स्वीकरणीयं भवति, स्वस्य इन्द्रियेण वा अन्य अन्येन इन्द्रियेण वा न अनुभवितुं शक्यते, अतः उद्भूतरूपं न उत्पद्यते, स्वीकरणीयं भवति, स्वीकरणीयं स्वीकरणीयं भवति, यतोहि तत्र उद्भूतरूपम् अपि अस्ति, परं परिमाणमपि समीचीनम् अस्ति चेत् भवेत्, किन्तु तादृशं नास्ति इति अस्ति, समीचीनं भगिनि, अस्तु महोदय, एकः सन्देहः, तत्र इन्द्रियाणि सर्वं तत्र मध्यमपरिमाणविभागे आगच्छति वा? बहिरिन्द्रियाणि सर्वाणि तत्र मध्यमपरिमाणे सन्ति भगिनि. ग्राणेन्द्रियं सर्वं ग्राणेन्द्रियं सर्वं श्रोत्रेन्द्रियं भिन्न तद्विहाय श्रोत्रेन्द्रियं विहाय अत्र तत्र केवलं चतुर्णाम् इन्द्रियाणां विषयः अत्र ज्ञानेन्द्रियं रसनेन्द्रियं त्वगिन्द्रियम् अपि चक्षुरिन्द्रियं तेषां परिमाणं मध्यमपरिमाणम् अतः परमाणुपरिमाण अतिरिक्तपरिमाणे आगच्छति इति सत्यम् इति मनसः परिमाणं तत्र प्रागुक्तं तत्र तत्तु तत्र परमाणुपरिमाणे भवति मनः अथवा प्रत्यक्षं न भवति किन्तु श्रोत्रेन्द्रियस्य अपि मनसि तत्र रूपमपि नास्ति अतः तत्र तस्य प्रत्यक्षज्ञानं न भवति एव किन्तु तत्र इदानीं श्रोत्रेन्द्रियस्य विषये तत्र का स्थितिः इति एतावत् न उक्ता अतः तत्र श्रोत्रेन्द्रियस्य परिमाणं किम् अपि तत्र तस्य उत्पत्तिः कथम् एतत् सर्वं न उक्तं यथा घ्राणेन्द्रियस्य परमाणुप्रवृत्तिः तत्र प्रक्रिया अस्ति अवयवाः सन्ति घ्राणेन्द्रियस्य इति एतत् सर्वम् उक्तं किन्तु श्रोत्रेन्द्रियस्य विषये किं भवति इति एतावत् न उक्तम् अस्तु अग्रे भवती प्रश्नः अस्ति महोदय अस्तु अत्र तेषाम् अवयवपरम्परायां जनकादिषु कुतश्चित् विरोधवशात् इति विरोधवशात् इत्युक्ते कीदृशविरोधः उक्तं तत्र कारणं न उक्तम् अस्तु अस्तु केवलं स्वीकरणं अस्माभिः तत्र स्वीकर्तव्यं भवति किमपि कारणम् अस्ति यतोहि तत्र तेषां प्रत्यक्षज्ञानं न भवति अतः तत्र परिमाणं समीचीनमस्ति रूपमपि अस्ति तेषु किन्तु उद्भूतरूपं यत् वयं चिन्तयामः तत्र उद्भूतरूपम् अस्ति चेदेव तत्र प्रत्यक्षज्ञानं भवति इति चिन्तयामः तद् केनापि कारणेन नास्ति किन्तु किं कारणमिति न उक्तं भगिनि तत्र आम् आं महोदय धन्यवादः अतः तत्र केवलं विरोधः अस्ति इति एव उक्तं किन्तु कः विरोधः इति न उक्तः आं महोदय धन्यवादः अस्तु अस्तु तर्हि चन्द्रमती भगिनी भवती एव तत्र अग्रेपि पठति वा अस्तु किमिदम् उद्भूतरूपम् उच्यते द्विविधं हि रूपम् उद्भूतम् अनुद्भूतं च येन द्रव्यप्रत्यक्षं भवति तदुद्भूतम् यस्मिन् सत्यपि द्रव्यप्रत्यक्षं न भवति तद् अनुद्भूतं घटादौ उद्भूतरूपं घ्राणादौ न अनुद्भूतौ च अनुद्भूतम् अत्र उद्भूतरूपं किम् अस्ति इति अत्र चिन्तनं भवति द्विविधम् अस्ति उद्भूतरूपम् उद्भूतरूपं तत्र रूपस्य द्विविधम् अस्ति रूपं द्विविधम् अस्ति उद्भूतम् अनुद्भूतम् उद्भूतम् इत्युक्ते येन इन्द्रियप्रत्यक्षं भवति चेत् तद् उद्भूतरूपम् चक्षुरिन्द्रियेण वा घ्राणेन्द्रियेण वा रसनेन्द्रियेण वा श्रोत्रेन्द्रियेण वा तद् अनुभूतं भवति चेत् तद् उद्भूतम् उद्भूतम् यस्मिन् द्रव्यप्रत्यक्षं न भवति प्रत्यक्षम् इन्द्रियेण न भवति चेत् केनापि इन्द्रियेण न भवति चेत् तद् अनुद्भूतम् इति इति उक्तम् अतः तत्र स्वतन्त्र विवरणं न दत्तमस्ति नाम द्रव्यप्रत्यक्षं कथं भवति यदि उद्भूतरूपम् अस्ति उद्भूतरूपं कदा भवति यदि द्रव्यप्रत्यक्षं भवति अतः तत्र स्वतन्त्रतया उद्भूतरूपस्य विवरणं न दत्तं केवलं तत्र उद्भूतरूपम् अस्ति चेदेव द्रव्यप्रत्यक्षं द्रव्यप्रत्यक्षं कदा भवति उद्भूतरूपम् अस्ति चेत् द्रव्यप्रत्यक्षम्. अतः तत्र उदाहरणं प्रायशः तत्र सन्तोषजनकं नास्ति, किन्तु तावदेव पर्याप्तम् अस्ति अत्र. अस्तु, अतः तत्र उदाहरणमपि दत्तम् अस्ति, खण्डं तादृशम् उद्भूतरूपम् अस्ति, द्रष्टुं शक्नुमः तद् इन्द्रियेण द्रष्टुम् अनुभववेद्यम् अस्ति, अतः तद् उद्भूतरूपम् अस्ति. किन्तु खाणादौ तद् इन्द्रियेण प्रत्यक्षं नास्ति, अतः तद् अनुद्भूतम् इति उदाहरणमस्ति इति अस्ति. समीचीनं भगिनि, हा धन्यवादः. अस्तु विमला भगिनी, भवती अग्रे पठति वा तत्र अग्रे एवं च इति. एकनिमिषं महोदय. एवं च घटावयवपरम्परागतपञ्चाणुकादिवत् इमानि इन्द्रियाणि अपि महत्त्ववन्ति, मध्यमपरिमाणवन्ति, परन्तु उद्भूतरूपाभावात् अतीन्द्रियत्वं सिध्यति. एवञ्च घट अवयवपरम्परागतपञ्च अणुकादिवत् इमानि इन्द्रियाणि इत्युक्ते घट अवयव तादृशं पञ्च पञ्च अणुकं भवेत् एतेषु इन्द्रियेषु. पञ्च अणुक अधिकं भवेत् आदिवत् नाम वत् इति मतु प्रत्यय नाम तत्र पञ्च अणुक अधिकं पञ्च अणुकः अणुकं वा अथवा तत्र अधिकं भवेत् यतोहि तत्र त्रय अणुके तत्र त्रय अणुकं द्वय अणुकस्य अपि परमाणोः तत्र प्रत्यक्षज्ञानं न भवति. अपि तत्र इन्द्रियाणां तत्र वयं चिन्तयामः तत्र अणुकं परमाणु अपि नास्ति, द्वयणुकमपि नास्ति, हा किञ्चित् अधिकम् अस्ति, अतः त्रयणुकं तु भवति एव. त्रयणुकमस्ति चेत् तत्र षड् परमाणवः सन्ति, पञ्च अधिकपरमाणवः सन्ति, अतः पञ्चाणुकादिवत् इन्द्रियाणि अपि महत्त्ववन्ति, मध्यमपरिमाणवन्ति, हा तेषां परिमाणं मध्यमपरिमाणम्, परन्तु उद्भूतरूप अभावात् अतीन्द्रियत्वं सिध्यति. इमानि इन्द्रियाणि अतीन्द्रियाणि तत्र यदि शृणुमः कोऽपि क्लेशः भवति खलु भगिनि, तत्र इन्द्रियाणि अतीन्द्रियाणि सन्ति, इन्द्रियाणि इति उक्त्वा अतीन्द्रियत्वम् उच्यते, नाम तत्र तेषां प्रत्यक्षज्ञानं न भवति, इन्द्रियैः एव तत्र तेषां ज्ञानं न भवति, अतः तत्र तेषाम् अतीन्द्रियत्वं सिध्यति. पृथिवी परमाणुजडुकादिपरम्परया घ्राणेन्द्रियं सिध्यति सिध्यति, जलपरमाणुजणुकादिपरम्परया रसनेन्द्रियं सिध्यति, तेजपरमाणुजणुकादिपरम्परया चक्षुरिन्द्रियं सिध्यति, वायुपरमाणुजणुकादिपरम्परया त्वगिन्द्रियं सिध्यति इति अस्ति. इदानीम् अग्रे अग्रेपि पठतु भगिनि. एतादृश उत्पत्तिपरम्परा न श्रोत्रेन्द्रिये घटते, तस्य आकाशरूपत्वस्वीकारात् आकाशस्य एकत्वेन परमाणुद्व्यणुकादिपरम्परया श्रोत्रस्य उत्पत्तिः न सम्भवति, अथ श्रोत्रस्य नित्यत्वात् इतरजन्येन्द्रियवत् अस्य पृथक् उल्लेखः न कृतः इति. किञ्चित् वदतु भगिनि तर्हि. यथा उक्तं द्व्यणुकादि अस्ति इति सर्वेषु एतेषु चतुर्षु इन्द्रियेषु श्रोत्रेन्द्रिये एवं न अस्ति, एवं नास्ति यतोहि आकाशरूपत्वस्वीकारात् अपि च आकाशेन्द्रियम् आकाशरूपम् इति स्वीकुर्मः, तत्र श्रोत्रेन्द्रियम् इति आकाशद्रव्यमेव भवति खलु. आम् आकाशस्य एकत्वेन इति, आकाशं तु आकाशस्य एकत्वमपि वयं स्वीकृतवन्तः, अतः तत्र आकाशस्य परमाणवः न सन्ति, न भवितुम् अर्हन्ति खलु तर्हि. एकमेव अस्ति चेत् जणुकादिपरम्परा अस्मिन् न सङ्गच्छते, अथ श्रोत्रस्य नित्यत्वात् इतरजन्येन्द्रिय इत्युक्ते घ्राणरसन इत्यादि तत्र इतरजन्य इन्द्रियवत् नाम इन्द्रियं तत्र अनित्यद्रव्यमस्ति खलु केवलं पार्थिवद्रव्येषु पार्थिवद्रव्यम् इति परमाणवः एव नित्यम् अस्ति इति स्वीकृतवन्तः तत्र अनित्य एव तत्र शरीर इन्द्रिय विषयाः आसन् अतः तत्र जन्य नाम तस्य जननं भवति नाम कार्यम् अस्ति अनित्यम् अस्ति तादृश अत्र श्रोत्रेन्द्रियं नास्ति इत्युक्ते श्रोत्रेन्द्रियं नित्यम् इतरे अनित्यम् हा श्रोत्रेन्द्रियं तत्र श्रोत्रेन्द्रियं नित्यम् अस्ति घ्राणेन्द्रियं नित्यं नास्ति अतः एव तत्र श्रोत्रस्य पृथक् उल्लेखः न कृतः अतः एव तत्र आकाशस्य लक्षणवाक्ये शब्दविविधा एतत् सर्वं न उक्तं यतोहि आकाशस्य एकत्वं स्वीकृतम् अस्तु नित्यत्वमपि स्वीकृतम् अतः तत्र श्रोत्रेन्द्रियस्य पृथक् उल्लेखः लक्षणसमये न कृतः अस्ति इति समाधानम् अतः एतावत् वयं तत्र पञ्चभूतानां नाम तत्र पृथ्वी जलं वायुः तेजः आकाशः तेषां तत्र लक्षणवाक्यानि परिशीलितवन्तः इदानीम् अग्रे तत्र किं भवति तत्र अग्रे कालस्य लक्षणं भवति इति अस्ति समीचीनमस्ति तत्र उद्भूतम् इति विषये तत्र किञ्चित् वक्तव्यमस्ति तत्र मतद्वयं तत्र नव्यनैयायिकाः सन्ति अपि तत्र पुरातन तत्र नैयायिकाः सन्ति नव्यनैयायिकाः सन्ति तत्र उद्भूतरूपम् इति तत्र पुरातननैयायिकाः स्वीकुर्वन्ति नव्यनैयायिकाः न स्वीकुर्वन्ति इति किमपि तादृशी परिस्थितिः अस्ति तत्र नैयायिकेषु तत्र अनेकानि मतानि सन्ति अतः यतोहि एतत् पुस्तकं प्रारम्भिकपुस्तकमस्ति सर्वं सारल्येन दत्तमस्ति तत्र उद्भूतरूपं किम् इति तस्मिन् विषये तत्र बहु किमपि लिखितमस्ति किन्तु इदानीं पर्याप्तम् इति चिन्तनम् अस्तु तर्हि विरमाम अग्रिमे वर्गे मिलामः नमस्कारः धन्यवादः नमस्कारः धन्यवादः नमस्कारः